पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 108 श्रीराम उवाच भस्मोत्पत्तिं महाभाग भस्ममाहात्म्यमेव च भस्मसन्धारणे पुण्यं भस्मदाने च तद्वद शम्भुरुवाच भस्मोत्पत्तिं प्रवक्ष्यामि सर्वपापप्रणाशिनीं स्मरणात् कीर्तनाद्राम तां शृणुष्व नराधिप य एकशाश्वतो देवो ब्रह्मवन्द्यः सदाशिवः त्रिलोचनो गुणाधारो गुणातीतोऽक्षरो व्ययः शिश्रिक्षतस्य जाताध वीक्ष्यात्मस्थं गुणत्रयं वेदत्रयमिदं ज्ञेयं गुणत्रयमिदं हियत पृथक्कृत्वात्मनस्ताद तत्र स्थानं विभज्य च दक्षिणाङ्गे सृजत्पुत्रं ब्रह्माणं वामदो हरिं पृष्ठदेशे महेशानं त्रीन् पुत्रा न सृजद्विभुः जातमात्रास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः इदमुचुर्वच स्पष्टं को भवान् के वयं द्विधि तानाह च शिवः पुत्रान्यूयं पुत्रा अहं पिता इदं गुणत्रयं पुत्रा भजध्वं कर्महेतुकं पुत्रा ऊजुः कं वा गुणं को भजतां कियन्तं कालमीश्वर कथं गुणनिवृत्तिश्च भवेदेदद्वदस्वनः शिव उवाच यावत् ज्ञानं हि भवदां यावदायुरथापि वा धारणं तावदेवस्यादेकैकस्य गुणस्य च सत्त्वं ब्रह्म रजो विष्णो भजेन्महेश्वरस्तमः युक्त्युक्तमात्रे देवेशे ब्रह्म सत्त्वमधाग्रहीत न च चालयितुं शक्तो धारणे किमु शक्रीमान् तं गुणं तु तिरस्कृत्य रजोगुणमधाग्रहीत न च चालयितुं शक्तो जग्राहाध तमोगुणं न च चालयितुं शक्तो निपपादरुरोध च विष्णुश्च वामहस्तेन रजोगुणमधारयत अङ्गुलीभ्यां महेशोऽपि तमोगुणमधारयद सत्त्वमेकोऽङ्गुलीभ्यां च सत्त्वं विष्णुमधा दधात् ब्रह्माणं पादपीठे च दधार च ननर्थ च नृत्यन्दमत्यन्दविलासरूपं गोक्षीररूपं तरुणं त्रिनेत्रं सर्वं दधानं कृतकौतुकं शिवं समीक्ष्य पुत्रान्वरदो बभाषे शिव उवाच प्रीतोऽस्मि तव पुत्राहं वरं वृणु यथेप्सितम् अधाह पितरं पुत्रो वरमेनं ददस्व मे मामुद्दिश्य कृता पूजा तव पूजा भवेत् शिव तिष्ठेर्मयि सदा त्वं च त्वमेवाहं च वाव्ययः शिव उवाच एवमेदन्महाभाग भविष्यधिनसंशयः रक्तगौराविमौ पुत्रौ ब्रह्मविष्णु ममैव तु बाहुमूलस्तरो मौ च ममकारौ तथा नखौ अध ब्रह्मणमहेदं भजत्वेकं गुणं भवान् ब्रह्मोवाच त्वन्निर्दिष्टं गुणमहं धर्तुं शक्तो न हीश्वर धारयिष्ये रजो देवसत्त्वं भजतु वै हरिः अवशिष्टं गुणं चायमीश्वरो धारयिष्यति शम्भुरुवाच गुणानादाय ते देवा न शेखुर्नित्यधारणं कर्तुं भरणशक्त्यर्थं शिवमित्यवदत् पुनः गुणान्वयं सर्वकालं न च धारयितुं क्षमाः दीयतां भगवन् शक्तिर्यदि भोस्त्वं वरप्रद अथ तद्वचनं श्रुत्वा शिवो वाक्यमभाषद शिव उवाच विद्याशक्तिसमस्तानां शक्तिरत्यभिधीयते गुणत्रयाश्रया विद्या अविद्या च तदाशया गुणत्रयं च दग्ध्वैव तत्सारं धर्तुमर्हत यच्च किञ्चित् भवेत् तत्र भवद्भिर्ध्रियदां हि तद् अधाहुस्तत्सुतवाक्यं न दाहोज्ज्वलनं विना शिवप्राहमहेशस्य लोचने वह्निरस्ति वै गुणत्रयमिदं धेनुर्विद्या स्याद् गोमयं शुभं मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परं वत्सास्तु स्मृतयो यस्यात् सत्सम्भूतं तु गोमयम् आ गाव इति मन्त्रेण धेनुं तत्राभिमन्त्रयेद् गावो गावो गाव इति प्राशयेत्तु तृणं जलम् उपोष्य च चतुर्दश्यां शुक्ले कृष्णे धवा व्रती परेद्युप्रादरुद्धाय शुचिर्भूत्वा समाहितः कृतस्नानो धौधवस्त्रो गोमयार्थं व्रजेतु गाम् उद्धाप्यतां प्रयत्नेन गायत्र्या मूत्रमाहरेद सौवर्णे राजदे ताम्रे धारयन्मृण्मये खडे पौष्करे वा पराशे वा पात्रे गोशृङ्ग एव वा आदधिदहि गोमूत्रं गन्धद्वारे दि गोमयम् अभूमिपादं गृह्णीयात् पात्रे पूर्वोदिदेधिके गोमयं शोधयेद्विद्वान् श्रीर्मे भजतु मन्त्रतः अलक्ष्मीर्मयीदि मन्त्रेण गोमयस्यापमार्जनम् सं त्वा सिञ्चामि मन्त्रेण गोमूत्रं गोमये क्षिपेद पञ्चानां त्वेदि मन्त्रेण पिण्डांश्चैव च दुर्दश कुर्यात् संशोष्य किरणैस्तरणे राहरेतु तान् निदध्यादधपूर्वोक्तपात्रे गोमयपिण्डकान् स्वगृह्योक्तविधानेन प्रतिष्ठाप्याग्निमिन्धयेद पिण्डान् विनिक्षिपेत्तत्तदर्णदेवाय पिण्डकान् आकारावाज्यभागौ च प्रक्षिप्यद्वौ हुनेत्सुधीः ततो निधनपदये त्रयोदश जयादयः होदव्याः पञ्चब्रह्माणि नमो हिरण्यबाहवे इति सर्वाहुदीर्हुत्वा चतुर्ध्यं तैस्तु मन्त्रकैः ततः सर्वाय रुद्राय यस्य वै कङ्कतीति च एतैस्तु जुहुयाद्विद्वा ननाज्ञा तत्रयं तथा व्याहृतिरथ हुत्वा तु तदस्विष्टकृतं हुनेद इत्मशेषं तु निर्वर्त्य पूर्णपात्रोदकं ततः पूर्णमासान्तयजुषा जले नान्येन बृंहयेद ब्राह्मणेष्वमृतमिति तज्जलं शिरसि क्षिपेद प्राच्यामिति दिशां लिङ्गैर्दिक्षुतोऽयं विनिक्षिपेद ब्रह्मणे दक्षिणां दत्त्वा शान्ते पुलकमाहरेत् आहरिष्यामि देवानां सर्वेषां कर्मगुप्तये जातवेदसमेने त्वां पुलाकं चादयाद्य मे मन्त्रेणानेन तं वह्निं पुलाके चादयेदथ त्रिदिनं ज्वलनस्थित्यै चादनं पुलकैः स्मृतं ब्राह्मणान् भोजयेद्भक्त्या स्वयं भुञ्जीदवाग्यतः भस्माधिकमपीप्संस्तु ह्यधिकं गोमयं हरेद दिनत्रयेण यदि वा एकस्मिन् दिवसे बहु तृतीये वा चतुर्थे वा प्रातस्नात्वा सिदाम्बरः शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः शुक्लदन्तो भस्मदिग्धो मन्त्रेणानेन मन्त्रविद तद्वेदि चोच्चारयित्वा भस्मसत्यं न सन्त्यजेद तद आवाहनमुखा उपचारास्तु षोडश कर्तव्या हुददानेन तदोऽग्निमुपसंहरेद अग्ने भस्मेदि मन्त्रेण गृह्णीयाद्भस्मचोद्भवम् अग्निरश्मिदिमन्त्रेण प्रमृज्य च ततः परं संयोज्य गङ्गासलिलैः कपिला पयसाधव चन्द्रं कुङ्कुम काश्मीरमुशीरं चन्दनं तथा अगुरुद्विदयं चैव चूर्णयित्वा तु सूक्ष्मतः क्षिपेद्भस्मनि तच्चूर्णमोमिति ब्रह्ममन्त्रतः ततः पयसेचने च गदिदकपिलामनुः अमृतं देविते क्षीरं पवित्रमिह वर्धितं तव प्रसादान्मुच्यन्ते मनुजा सर्वपाप्मनः प्रणवेनावहेद्विद्वान् भस्मनो वडकानथ अणोरणीयानिधिः मन्त्रेण दुविचक्षणं शम्भुरुवाच इदं तु भस्मसम्पाद्य शुष्कमादाय मन्त्रविद प्रणवेन विमृज्याद सप्तप्रणवमन्त्रितम् ईशानेन शिरोदेशमुखं तत्पुरुषेण च उरोदेशमकोरेण गुह्यं वामेन मन्त्रयेद् सद्योजातेन वैपादौ सर्वाङ्गं प्रणवेन तु तत उद्धूल्य सर्वाङ्गमापादतलमस्तकं तद आचम्यवसनं धौदं श्वेदं प्रधारयेद पुनराचम्य कर्मस्वं कर्तुमर्हति सर्वतः ततो भस्मसमादाय प्रमृज्य प्रणवेन तु त्रिनेत्रं त्रिगुणाधारं त्रयाणां जनकं विभुं स्मरन् नमः शिवायेदि ललाडेदु त्रिपुण्ड्रकं नमः शिवाभ्यामित्युक्त्वा बाह्वोर्वापि त्रिपुण्ड्रकम् अघोराय नम इति उभाभ्यां च प्रकोष्ठयोः भीमायेदि ततः पृष्ठे शिरोधि पश्चिमे तथा नीलकण्ठाय शिरसि क्षिपे सर्वात्मने नमः प्रक्षाल्याथ ततो हस्तौ कर्मानुष्ठानमाचरेद शिव उवाच यूयमेवं प्रकारेण भस्म कृत्वा प्रकृष्य च गुणान् धारयितुं शक्तास्ततस्रक्ष्यथ वै प्रजाः शम्भुरुवाच इदं शिवोदिता देव ब्रह्मविष्णुमहेश्वराः तथा कृत्वा च विधिना हमहमिकया तथा अन्योन्यबोधनाशक्ता प्रणम्य शिवमुचिरे कङ्गुणं धारयेत् को वा शिवप्राह सुतानथ कर्मशक्तिं तदा ज्ञानं मुखरेण्वैव नश्यति अल्पायुर्दृश्यते ब्रह्म मनुभिश्चास्य जीवितं योऽहं ब्रह्माण्डमालाभिर्भूषितो ब्रह्मगोपनं रजोगुणमवष्टभ्य न च जानासि मां तदा ब्रह्माधिकबलो विष्णुरायुषि ब्रह्मणोऽधिकः ब्रह्माण्डमालाभरणे महेशस्य ममैव तु चतुर्निश्वासमात्रेण विष्णोरायुरुदाहृदं ब्रह्मणोऽधिकसत्त्वत्वात् सत्त्वमालं पदां हरिः जानाति सर्वकालं मां क्वचिदेव न विस्मरेद सात्विकैकैव पूजास्य राजसी तामसी न तु शान्तं शिवं सत्त्वगुणं रजवक्त्रावमानदक नभो नीलं तथा चैव गुणं शम्भुस्तदा भजत सत्त्वं रजस्तमश्चापि दधा रज पुरा किल अधोऽस्य विविधा पूजा शङ्करस्य विधीयते रजश्च तमसा युक्तं दारुणं परिकीर्तितम् दारुणापि तद पूजा शङ्करे गदिता मदा रजश्च तमसा युक्तमलं शास्त्रप्रवर्तकं विच्छिन्नापि तद पूजा शङ्करे फलदा मदा तमश्च सत्त्वसंयुक्तं मिश्रकं च प्रवर्तकं मिश्रपूजा विफलदा शङ्करे लोकशङ्करे यादृशं तादृशं वापि नियमेनार्चनं विभोः शङ्करस्याशुफलदं यादृशस्यापि देहिनः शम्भुरुवाच यदत् संक्षेपदप्रोक्तं विधानं भस्मनो नख वक्तृश्रोतृजनानां च समस्ताख विनाशनं इति श्रीपद्मपुराणे पादालखण्डे शिवराघवसंवादे भस्मोत्पत्तिविधानं नामाष्टोत्तरशततमोऽध्यायः। ओम्।